ओङ्कारः अस्माकं पाणिनीयव्याकरणवर्गे स्वागतं. तत् शत्रन्तानां सुबन्तनिर्माणम् इति पाठः गतसप्ताहे आरब्धः. तत्र वयं पुल्लिङ्गे शत्रन्तानां सुबन्तनिर्माणम् इति भागे स्मः. तत्र अस्माकं मुख्यसूत्रम् आसीत् उज्जितचांसर्वनामस्थाने अधातोः इति सूत्रमासीत्. तदेव मुख्यसूत्रम्. अनेन सर्वनामस्थानसंज्ञकप्रत्यये परे धातुभिन्न उगितः नुम् आगमः भवति. अत इत्युक्ते सु औजस् अम् औ इति सर्वनामस्थानसंज्ञक संज्ञकः संज्ञकप्रत्ययः, तेषां नुम् आगमः भवति. किमर्थम् इत्युक्ते शत्रु इति उगित् अस्ति, अने धातुभिन्न उगित् अस्ति, प्रत्ययः अस्ति, अतः तत्र नुम् आगमः भवति. प्रथमपञ्चसु प्रत्ययेषु नुम् आगमः भवति इत्येव तत्र विषयः. अत्र वयम् एतदपि दृष्टवन्तः यत्र नाप्यस्तात् अतुः इत्यनेन तत्र निषेधः भवति. कुत्र निषेधः इत्युक्ते यत्र अभ्यस्तसंज्ञक प्रत्ययः अस्ति चेत् तत्र अभ्यस्तः अस्ति चेत् तत्र निषेधः भवति. अनन्तरं चक्षित्यादयः षट् तदाद्य पश्यामः कुत्र इति, तत्रापि निषेधः भवति इति. अथवा उगितचां सर्वनामस्थाने अधातोः इत्यनेन नवसु गणेषु नुम् आगमः पञ्चसु प्रत्ययेषु पुल्लिङ्गे भवति. तदेव मुख्यविषयः. तत्र गम् इति धातुः स्वीकृत्य वयं गतसप्ताहे आरब्धवन्तः. प्रत्ययः तु सु औजस् अम् औक्षस् ताभ्यां व्यस् ङेभ्यां व्यस् नसिभ्यां व्यस् नसोस् आम् नी ओस् सुप् इति आसीत्. तत्र वयं सूत्रद्वयं दृष्टवन्तः. प्रथमं तु यदा सर्वनामस्थानसंज्ञकः अस्ति चेत् तत्र क्लेशः नास्ति. अनन्तरं सूत्रद्वयं दृष्टवन्तः, यचीपम् अनन्तरं स्वादिषु असर्वनामस्थाने इति आसीत्. तत्र आकडारा एका संज्ञा पर्यन्तं वयम् आगतवन्तः गतसप्ताहे. अष्टाध्यायी डाट् काम् किञ्चित् उद्घाटयन्तु. 141 इति सूत्रसङ्ख्या. तस्मात् किञ्चित् आकडाराद् एका संज्ञा विषये पठामः. तत्र प्रथमं सूत्रस्य विषये, अनन्तरं द्वितीयबिन्दुः, तदेव किञ्चित् स्पष्टता भवति. महोदय प्राप्तं चेत् पठति वा? प्रथमसूत्रमस्ति, अधिकारसूत्रमस्ति, अधिकारसूत्रम् आकडात् एकासंज्ञा इति सूत्रार्थः अधिकारः अयम्. इतः परं द्वितीयाध्यायस्य द्वितीयपादस्य समाप्तिपर्यन्तम् एकस्य शब्दस्य द्वयोः संज्ञयोः सत्योः यदि परसूत्रेण उक्ता संज्ञा पूर्वसूत्रेण उक्तायाः संज्ञायाः भावे अनवकाशः भवति तर्हि तस्य शब्दस्य परसूत्रेण उक्ता संज्ञा एव भवति पूर्वसूत्रेण उक्ता संज्ञा इति. अत्र आकारादेखासंज्ञा इत्युक्ते अग्रे पठामि भगिनि. इदम् अधिकारसूत्रमस्ति, अस्य नाम एकसंज्ञा अधिकारः. अस्य व्याप्तिः त्रिषु पादेषु प्रचलति. प्रथमाध्यायः चतुर्थपादः तथा द्वितीयाध्यायस्य प्रथमद्वितीयौ पादौ किमुच्यते अनेन अधिकारेण. यदि अस्मिन् अधिकारे द्वाभ्यां सूत्राभ्याम् एकस्य एव शब्दस्य द्वे भिन्ने संज्ञे उच्येते तदा च तयोः संज्ञयोः परसूत्रेण उक्ता संज्ञा तदा एव भवितुं शक्यते. यदा पूर्वसूत्रेण उक्ता संज्ञा भवति तर्हि तस्य शब्दस्य केवलं परसूत्रेण उक्ता संज्ञा एव भवति, पूर्वसूत्रेण उक्ता संज्ञा न भवति इति अस्ति. तत्र उदाहरणं पठित्वा द्वितीयबिन्दुः पठतु महोदय, तदेव अस्माकं विषयः. पदसंज्ञा बासंज्ञा. अस्तु, पदसंज्ञा बासंज्ञा. स्वादि सर्वनामस्थाने इति वन् फोर् वन् इत्यनेन सर्वनामस्थानभिन्नेषु तस्येषु परेषु अङ्गस्य पदसंज्ञा भवति इति अस्ति. इदानीम् अग्रिमसूत्रमस्ति अष्टादश अष्टादशसूत्रमस्ति यचिपम्. इत्यनेन सर्वनामस्थानभिन्नेषु अजादिषु यकारादिप्रत्ययेषु परेषु अङ्गस्य पदसंज्ञा भवति. एतयोः द्वयोः परसूत्रेण उक्ता पदसंज्ञा तदा एव भवितुं सम्भवति यदा पूर्वसूत्रेण उक्ता संज्ञा भवति. यतः पूर्वसूत्रेण उक्ता संज्ञा सर्वे सर्वनामस्थानभिन्नेषु प्रत्ययेषु परेषु भवति. परसूत्रेण उक्ता संज्ञा तु केवलं सर्वनामस्थानभिन्नेषु अजादि यकारादिप्रत्यये प्रत्ययेषु परेषु एव भवति. इदानीं स्पष्टमस्ति किल तद् यत् डेफिनिशन् आसीत् तत् वदतु महोदय. तत्र स्वादिषु स्वादिषु आदिषु सुवादिषु इत्युक्ते तत्र सु आरभ्य तत्र सुवादिषु इत्युक्ते तत्र अधिकपर्यन्तमस्ति खलु अन्तपर्यन्तमस्ति. तत्र असरुणमस्थाने तत्र असरुणमस्थाने भिन्ने अङ्गस्य पदसंज्ञा भवति. असरुणमस्थाने इति यदि सर्वनामस्थानात् नास्ति पूर्वं वयं दृष्टवन्तः तत्र सुडनपुस्तकस्य सर्वनामस्थानमिति तत् भिन्नेषु तत्र सुवादि असरुणमस्थाने तत्र असरुणमस्थानेषु अङ्गस्य पदसंज्ञा भवति इति अस्ति. इदानीं यत् अङ्गस्य पदसंज्ञा भवति तदा अग्रिमसूत्रं वदति यशिपम् इति. अत्र द्वितीय अस्ति तत्र यशिपं यकारादि अपि च सारि यकारादि अपि च या इति खलु यकारादि वा यकारादि वा यकारादि यकारादि अजादि प्रत्यय अस्ति चेत् अपर्णमस्थाने स्थाने तर्हि तस्य भसंज्ञा भवति न तु पदसंज्ञा इति. सत्यम्. इदानीम् आकडाराद् एका संज्ञा कथम् आगच्छति अत्र आकडाराद् तत्र कडाराकर्मदाने इति कृतपर्यन्तमपि संज्ञा एक एव संज्ञा संज्ञाद्वया अस्ति चेत् एका एव भवति. यदि यदि कस्मिन् स्थले संज्ञाद्वयस्य प्रसक्तिः अस्ति तर्हि परन्तु संज्ञायाः एव बलवन्तं भवति तदेव भवति इति अस्ति. तद् यदा भवति यदा प्रथमसूत्रस्य प्रसक्तिः अत्र अस्ति चेत् तत्र तदेव तत्र लक्षणे तत्र उक्तं किल तत्र किमस्ति यदि अस्मिन् अधिकारे द्वाभ्यां सूत्राभ्याम् एकस्यैव शब्दस्य द्वे भिन्ने संज्ञे उच्यते. सो अतः अत्र स्वादिषु असर्वनामस्थाने इति एकं सूत्रं यचीबम् इति एकं सूत्रं पदसंज्ञा अपि अस्ति बसंज्ञा अपि अस्ति द्वे भिन्ने संज्ञे उच्यते तथा तयोः द्वयोः संज्ञयोः परसूत्रेण उक्ता संज्ञा अस्माकं कृते बसंज्ञा इति एव परसूत्रेण उक्ता संज्ञा तदा एव भवितुं शक्यते यदा पूर्वसूत्रेण उक्ता संज्ञा भवति. स्वादिशो सर्वनामस्थाने इत्यस्य प्रसक्तिः अस्ति तदा एव द्वितीय बसंज्ञायाः प्रसक्तिः भवितुम् अर्हति. तर्हि तस्य शब्दस्य केवलं परसूत्रेण उक्ता संज्ञा एव भवति अतः तत्र भसंज्ञा एव भवति पूर्वसूत्रेण उक्ता संज्ञा न भवति पदसंज्ञा नास्ति एका संज्ञा एव एकस्मिन् स्थले. अत्र यदा वयं पश्यामः स्वादिषु असर्वनामस्थाने इति किं वदति सर्वनामस्थानभिन्नेषु प्रत्ययेषु परेषु अङ्गस्य पदसंज्ञा तावदेव प्रत्ययस्य विषये किमपि तत्र न उक्तम्. परन्तु यचिदम् इति यदा पश्यामः तत्र यकारादि अजादिप्रत्ययः भवेत् इत्येव अनेन वयं स्वादिषु असर्वनामस्थाने इत्यस्य डेफिनेशन् पुनः कुर्मः चेत् फलादिप्रत्यये परे पूर्वस्य शब्दरूपस्य सपदसंज्ञा इति आगच्छति, परन्तु सूत्रे तादृशं न उक्तं। वयम् अवगन्तुं शक्नुमः आफ्टर् डिटेक्टिङ्ग् का संज्ञा इत्यस्य किं भवति इति तत्र निष्कास्य वयम् अवगन्तुं शक्नुमः। तदेव अत्र बहु मुख्यविषयः अस्ति। स्वादिषु असर्वनामस्थाने इत्यस्य प्रसक्तिः भवेत्, अनन्तरं यचिवम् अत्र आगच्छति चेत् एका संज्ञा भवति। अवगतं वा? तत्र सन्देहः अस्ति, तर्हि तत्र अन्य सति तत्रस्य अस्ति यकारादि अथवा अजादि नास्ति चेत् तत् तत्र पदसंज्ञा भवति वा? पदसंज्ञा भवति तावदेव। किल यच्छीदमित्र यकारादिप्रत्ययः उदाहरणं पश्यामः एव। यै मधोः गोत्रापद्यं तत्र यञ् इति प्रत्ययः विधीयते, तद्धितसंज्ञक यञ् इति प्रत्ययः तत्र पूर्वस्य भागस्य शब्दरूपस्य भसंज्ञा, अनेन किमपि कार्यं यदुक्तं तद् भवति। समीचीनं वा महोदय? अन्ये अपि अवगतवन्तः वा तत्र आकडारादेका संज्ञा विषये? आं भगिनि, नमस्कारः। नमस्ते। अस्तु, इदानीं करपत्रात् पठामः। केवलं तद्विषयः मुख्यः अस्ति, अतः एव तस्मात् पठामः इति उक्तवती। तत्र वयं तृतीया आरभ्य प्रायः अद्य कुर्मः, पच्चत्योगः टा, तदेव गतसप्ताहे अपि कृतवन्तः, तस्मादेव पुनः कुर्मः। अरुणा भगिनी करोति वा? गच्छत्योगः तृतीया एकवचनं। अत्र अस्ति इत्युक्ते मध्ये अस्ति प्रायः सुौजसप्तम् समाप्तं किल, प्रत्ययः अनन्तरं करवसानियो विसर्जनीयः अस्ति, गच्छत्योगः अम् गच्छत्योगः औट्, अनन्तरं षट् गच्छत्योगः टाप्योगेन गच्छतः इति रूपतिष्ठ कृपया विभक्ते प्रत्ययं पद्मविलेखनप्रत्यय अस्ति, गच्छत् इति प्रातिपदिकं योगः च अनुबन्ध व्युत्पन्नत्वा चुटु इति उत्तरेण तत् लोपः कृत्वा स आ एव आगच्छति, गच्छत वर्णव्यजमेव गच्छत इति उपविष्टम्। तदेव गच्छत् योगाभ्यां वादि सर्वनामस्थाने इत्यनेन गच्छत् इत्यस्य पदसंज्ञा जलां दशन्ते इत्यनेन संहितायां सकारस्य जप्तं गच्छत्यम् इति रूपम्। अत्र गच्छत्यां गच्छत्याम् अत्र मध्याम् इति द्वितीया विवचनम् अत्र सूत्रमस्ति, स्वादिष्टु सर्वनामस्थाने इत्यनेन गच्छत् इति पदसंज्ञा भवति, तत् कृत्वा जलाञ्जसूत्रेण संहितायां सकारस्य स्थाने सकारः वर्तते, गच्छत्याम् इति रूपतिष्ठम्। सम्यक्। अग्रे गच्छत्योगः बित् इति गच्छत्योगपि भगिनि गच्छत्योगः अपि अत्रापि स्वादिष्टसर्वनामस्थाने गच्छत् इत्यस्य पदसंज्ञा जलं दृश्यन्ते इत्यनेन संहितानां प्रकारशब्दं तच्छुक्तिः तच्छुक्तिः इति अत्रैवपि गच्छतिथि पदसंज्ञा संज्ञा विधीयते मुख्येन सूत्रेण इत्युक्ते सरस्वादी सर्वनामस्थानित्येन तदनन्तरं संहितायां संहितादिविषये जनान्वेषेन जस्त्वं कृत्वा तदनन्तरं विपन् कर्तकान्वित्यसूत्रेण गच्छतिः इति रूपम् अग्रे भगिनि चतुर्थी गच्छद्योगान्ये लषपद्यते तस्य लोकः इत्युक्त्य अनुबन्धलोकः गच्छद्योगे वर्णमेलनमेव गच्छते इति कृतः अत्र अपि वैन्दानि मात्रस्य अन्ये अत्र लषपद्युत्पन्न भूत्वा लोपः भूत्वा ये एव अवशिष्यते तदनन्तरं सन्धिकार्यं केवलं वर्णमेलनमेव गच्छति गच्छत्यादिपर्यमाणस्थानिकेन गच्छति पदेन जलां दशोद्योगेन संस्थाया तथा गच्छत्य गच्छत्य बहुवचनं तत्र गच्छत्य आदिषु सर्वनामस्थानिकेन गच्छति पदसंज्ञा भवति तदनन्तरं जलां दशोद्योगेन चक्रं भूत्वा गच्छत्य स्वविकर्तव्यं गच्छत्यः तदेव नास्ति अत्रापि दशपद्यभेदेन नकारः भवति अर्थेन अवशिष्यति उपदेशजनाशेन विकारः अपि न भवति पदसंज्ञा गच्छत्य वर्णमेलनमेव गच्छत् तत्र सूत्रं स्वादेशकर्मणामस्थाने न कार्यं खलु केवलं पदसंज्ञा किमर्थं न कार्यं करोति अजादि अर्थात् क्षम्यतां न श्रुतवती क्षम्यतां पुनः वदतु अत्र दत्तं स्वादिसर्वनामस्थाने नस्ति इति भिन्न सु नास्ति भिन्न एव परन्तु प्रत्ययः असाधनामस्थानप्रत्ययः अस्ति वा अस्तु नास्ति नास्ति भगिनि किं नास्ति असर्वनामस्थानः वा सर्वनामस्थानं वा असर्वनामस्थानम् सु आदिषु असर्वनामस्थाने इत्यनेन तत्र पदसंज्ञा भवति वा न वा असर्वनामस्थानम् अस्ति पूर्वश रूपस्य पदसंज्ञा भवति वा न वा भवति अस्तु भवति चेत् अनन्तरं किम् अभवत् इदानीम् अत्र किमर्थं तत्र गच्छद् इति नास्ति गच्छति इति एव अस्ति अजादिप्रत्ययः अस्ति चेत् अस्तु न तत्तु सत्यं यदा पदसंज्ञा अस्ति चेत् पूर्व गच्छद्योगः अभ्यस् इत्यत्र स्वादिषु असर्वनामस्थाने इत्यनेन पदसंज्ञा जलां जशोन्ते इत्यनेन जष्ट्वा किल गच्छत् इति यदा भवती उक्तवती तत्रापि असर्वनामस्थानप्रत्ययः परः अस्ति अतः पदसंज्ञा अस्ति गच्छत् इत्यस्य परन्तु किमर्थं तद् गच्छद् इति जलां जशोन्ते इत्यनेन न अभवत् Janasi is then Vardhana. न जलां जशन्ति इत्यस्य पदसंज्ञा एव पर्याप्तं किल तत्र किं परवर्णः इति न आवश्यकं किल नसि इत्यत्र पदसंज्ञा अपि अस्ति भसंज्ञा अपि अस्ति परन्तु यचिबम् इति परसूत्रम् इत्यनेन आकडारात् एका संज्ञा इति सूत्रेण परसंज्ञा एव भवितुम् अर्हति संज्ञा एव भवितुम् अर्हति नसि इत्यस्य कृते अतः भसंज्ञस्य सूत्रमेव प्रसक्तिः अस्ति यचिबम् इत्यनेन एका संज्ञा एव भवति सम्यक् तदेव अवगतं किल अरुणा भगिनी अत्र यदा भवती उक्तवती अत्रापि स्वादिषु असर्वनामस्थाने इति सूत्रस्य प्रसक्तिः अस्ति गच्छत्योगः अस् इति अस्ति यदा अस्ति तत्रापि अस् स्वादिषु असर्वनामस्थानप्रत्ययः अस् अतः पूर्वस्य शब्दरूपस्य पदसंज्ञा भवति एव इदानीं यचिबम् इति अग्रिमसूत्रमस्ति सूत्रं किं वदति अजादिप्रत्ययः परः अस्ति चेत् पूर्वशब्दरूपस्य भासंज्ञा भवति इति सूत्रं वदति आकडारात् इदानीं भासंज्ञा अपि अस्ति संज्ञाद्वयम् अस्ति कथं वयं निर्णयं कुर्मः कस्य कार्यम् इत्युक्ते आकडारादेका संज्ञा आगत्य भवति एका संज्ञा एव भवितुम् अर्हति परसूत्रेण उक्ता संज्ञा भवति परसूत्रेण किं संज्ञा उक्तम् इत्युक्ते का संज्ञा उक्ता इत्युक्ते तत्र संज्ञा इति उक्ता अतः तत्र संज्ञा भवति जलां पदसंज्ञा आश्रितं कार्यमेव जलां चशोन्ते संज्ञा आश्रितं कार्यं नास्ति अतः जलां चशोन्ते इत्यस्य कार्यं नास्ति अवगतं वा अत्र एव अत्रापि असर्वनामस्थानप्रत्ययः दशक् पद्यते उपदेशविनाशकारलोकः कृत्वा गच्छत् अत्र गच्छत् पदसंज्ञा अपि अस्ति आसंज्ञा अपि भवति संज्ञा आकडारादेव संज्ञा सूत्रेण पदसूत्रं कृत्वा नष्टं न भवति प्रयोगेन गच्छत्येव गच्छतः इति वक्तुं शक्नोति तदनन्तरं गच्छत्येव कोश अत्र कोश अपि अत्रापि पदसंज्ञाकारलोकस्य नाविकप्रोति स्मः लोः बाधिता वर्णमेलः गच्छताम् उपनिष्टम् अस्ति गच्छत् योगिनी अत्रापि अलङ्कन् मे एव अवशिष्यति पदसंज्ञा अस्ति भासंज्ञा इति भवति ततः गच्छत् योगादि वर्णमेलनं गच्छति गच्छति एव गच्छति वशु अलङ्क्यं तस्य लोकयुक्तेन कच्छत् योगस्य खदिचा इत्यनेन चत्वं गच्छत्सु इति उपकेश तावदेव यत्र अत्र तु भसंज्ञा अवश्यं भवति अचीबम् इत्यनेन यत्र यत्र प्रसक्तिः अस्ति अजादिप्रत्ययः परः अस्ति चेत् परन्तु भसंज्ञा आश्रितकार्याणि अस्मिन् गच्छत् इति प्रातिपदिके न दृश्यते तावदेव यत्र तत्र तस्य आश्रितं सूत्रं भवति तत्र कार्यमपि भवति. समीचीनं, धन्यवादः भगिनि. उषा भगिनी अग्रिमम्. आं भगिनि, अभ्यस्तसंज्ञकः अभ्यस्तसंज्ञक सुबन्तरूपाणि जुहोत्यादौ अदादौ च. जुहोत्यादिगणः शत्रुप्रसङ्गे पुल्लिङ्गे जुहोत्यादिगणे लुम् आगमः न भवति. नाभ्यस्ताश्चतुः अभ्यस्तसंज्ञकात् शत्रुप्रत्ययस्य लुम् आगमः न भवति. उद्गीतजां सर्वनामस्थाने अधातोः इत्यनेन निषेध इत्यस्य निषेधकं सूत्रम्. न अव्ययपदम् अभ्यस्तात् पञ्चमीयन्तं शतुः षष्ट्यन्तं त्रिपदमितं सूत्रम्. इदितोनुं धातोः इत्यस्मात् नुम् इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. न अभ्यस्तात् अङ्गात् शतुः नुम् इति सूत्रं वदति. अनुवृत्तिसहितसूत्रं न अभ्यस्तात् अङ्गात् शतुः नुम् अभ्यस्तसंज्ञकः अभ्यस्तसंज्ञकः अङ्गात् परः शत्रुप्रत्ययः अस्ति चेत् तत् अभ्यस्त अङ्गात् परः शत्रुप्रत्ययस्य कृते नुम् आगमः न भवति इति सूत्रं वदति. नाभ्यस्तात् शतुः इति सूत्रम्. उगितजां सर्वनामस्थाने अधातोः इत्यस्य निषेधकं सूत्रं तत् सूत्रं नाभ्यस्ता चतुः. इदितो नुम् धातोः इत्यस्य नुम् इत्यस्य अनुवृत्तिः. अत्र नाभ्यस्तात् शतुः इत्यस्य शतुः इति षष्ट्यन्तं रूपं शत्रु इत्यस्य षष्ट्यन्तं रूपम्. अभ्यस्तात् अङ्गात् शत्रुप्रत्ययस्य कृते नुम् आगमः न भवितुम् अर्हति इति सूत्रं वदति. उभे अभ्यस्तं द्वित्वस्य अनन्तरं द्वयोः भागयोः समुदायः अभ्यस्तसंज्ञकः भवति. उभे प्रथमान्तम् अभ्यस्तं प्रथमान्तं द्विपदमिदं सूत्रम्. एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम्. उभे द्वे अभ्यस्तम् अभ्यासधातोः कृते द्वित्वं भवति. द्वित्वस्य अनन्तरं द्वयोः भागयोः समुदायः अभ्यस्तसंज्ञकः भवति इति सूत्रं वदति. उभे अभ्यस्तम् इति सूत्रम्. तत्र ददत् इत्यत्र कथं ददत् इति भवति इति वदति वा? आं ददत् दा इति धातुः तृतीयगणे धातुः तृतीयगणे जुहोत्यादित्यः श्लू इत्यनेन कर्तरि इत्यर्थे शप् प्रत्ययस्य श्लू प्रत्ययेन शप् न आगतः निषेधः भवति. दायोगः निषेधः न भवति. निषेधः भवति भगिनि. शप् प्रत्ययस्य निषेधः श्लू प्रत्यये निषेधः इत्युक्ते किं? निषेधः इत्य लुक् भवति. निषेधः लुक् भवति. शप् प्रत्ययस्य लुक् भवति. दायोगः श्लू इति कृते द्वित्वकार्यं भवति. द्वित्वकार्यस्येन दा दा योगः भवति. दा दा इति स्थिते द्वित्वकार्यं ह्रस्वः ह्रस्वः इति इत्यस्य प्रसक्तिः भवति. ह्रस्वः इत्यस्य प्रसक्तिः द दा इति भवति. द दा इति भवति. अनन्तरं शत्रुप्रत्ययः आयाति. द दा योगः शत्रु द द दा दा इत्यस्य कृते हौ डस् दट् दा बिकम् द योगः शत्र अकारः अकारः भगिनि आकारः अकारः आकारः अकारः सो अ सो आकारः अकारः अ एव अस्ति आकारः एव अस्ति आ योगः अ ओ अतो गुणे नो अतो गुणे अत् अत् परः गुणः न अस्ति चेदेव अतो गुणे अत्र दा ददा योगः अ इति कृते ऐ फर्गेट् सूत्रस्ति स्नाभ्यस्तयोरातः आकारलोपः वा कित्ङित् कित्ङित् प्रत्ययपरे अभ्यस्तचतुः सत्यं बहुवचनं यदा भवति तादृशमेव किल स्नाभ्यस्तयोरातः इत्यनेन आकारलोपः कृते आकारलोपः वा अकारलोपः वा आतः लोपः आकारस्य सार्वधातुके कित् प्रत्यये नित् प्रत्यये परे लोपः भवति अतः आकारस्य एव लोपः लोपः भवति सो न द योगः अत् ददत् भवति ददत् ददत् भवति ददत् अत्र नुम् आगमः न भवति नाभ्यस्तात् शतुः इत्यनेन नुम् आगमः भवितुं न अर्हति ददत् एव प्रातिपदिकं ददतेव प्रथमाविभक्तौ एकवचनस्य रूपमपि भवति ददत् अथवा प्रातिपदिकं सम्यक् इदानीं तत्र प्रक्रिया ददत् योगः सु इत्यस्य कृते नुम्मागमः न भवति वट् इस् द सुट् अनपुंसकस्य इत्यनेन सर्वनामस्थानस्य कृते नुम् आगमः भवितुम् अर्हति बट् नाभ्यस्तात् शतुः इत्यनेन नुम् आगमस्य निषेधः कृत्वा ददत् एव भवति ददत् सकारस्य लोपः भवति हल्हु हल्ङ्याभ्यो दीर्घाचुकिस्य पृथक् हल् इत्यनेन ददत् योगः सु इति कृते तकारः हल् इति अस्ति ददत् इति अङ्गस्य परः सु इत्यस्य लोपः भवति ददत् एव भवति अनन्तरं जलां दशोन्ते इत्यनेन ददद् अपि भवितुमर्हति प्रथमाविभक्तौ द्विवचनं ददत् योगः औ ददतौ नुम्मागमः न भवितुम् अर्हति नाभ्यस्तात् शतुः देन् ददत् योगः जस् ददत् योगः अस् ददतः भवति देन् सर्वनामस्थान ददतः ददत् योगः अं ददतं भवति द्वितीयविभक्ति द्विवचनम् औ इति प्रत्ययः दद औ इति भवति ददत् योगः औ ददतौ भवति देन् ददत् योगः शस् इति स्वादिषु असर्वनामस्थाने इत्यनेन पदसंज्ञा भवितुम् अर्हति पदसंज्ञा भवितुम् अर्हति नास्ति भगिनि, भवती किल आं भगिनि स्वादिषु असर्वनामस्थाने इत्यनेन पदसंज्ञा भवति, यचीबम् इत्यनेन भसंज्ञा अपि भवति, द्वयोः संज्ञयोः आकडारात् एका संज्ञा इति सूत्रेण भसंज्ञा एव भवति, भसंज्ञा भवति इत्यनेन यचिबम् इत्यनेन सो ददत् योगः अस् ददतः इति एव भवति, ददता भवति तृतीया विभक्ति प्रथमा एकवचनं तृतीया विभक्ति एकवचनं ददता देन् तृतीया विभक्ति भ्याम् इति स्वादिषु असर्वनामस्थाने इत्यनेन पदसंज्ञा भवति, बसंज्ञा नास्ति, बसंज्ञा नास्ति पदसंज्ञा एव अस्ति, ददत् योगः भ्यां ददद्भ्याम् एव भवति, ददद्भ्यां ददद्भिः देन् चतुर्थीविभक्ति एकवचनं भसंज्ञा भवति, ददते देन् ददद्भ्यां ददद्भ्यः देन् पञ्चमी विभक्ति ददतः ददद्भ्यां ददद्भ्यः, षष्टिविभक्ति ददतः ददतोः ददताम्, सप्तमी विभक्ति ददति ङी प्रत्ययः इ भवति बसंज्ञा भवति, ददति ददतोः ददत्सु पदसंज्ञा तावदेव तत्र धन्यवादः. विजयपत्नी प्रयत्नं करोति वा विजयपत्नी न श्रूयते अस्तु महोदय प्रयत्नं करोति वा अग्रिम दातु अनन्तरं इत्यस्य उपोस्तु इत्यनेन भवति अनन्तरं उः अनन्तरं तत्र उहु इति भवति चकार जु इति भवति कुः अनन्तरं जुहुयोग योग अत् अस्ति जुहुयोग अत् जुहुयोग अत् अस्ति तत्र तस्मात् पूर्वम् एकं कार्यमस्ति अभ्यासे चर्चा हकारस्य चकार एव सवर्णाति तर्हि जुहुयोग अत् इदानीं तत्र घनसन्धि भवति भूमोः अन्यथा दुः इद उवां दुः योगात् उवाङ्गादेशः भवेत् दातुं पूर्वाङ्ग् भवेत् तत्र उष्णमोः कदाचित् चिन्तनेन तत्र एणसन्धि भवति तत्र युष्पत् इति भवति युष्पत् इदानीं युष्पत् एव युष्पत् योग सु इति अस्ति युष्पत् योग सु इति इदानीं किमस्ति तत्र युष्पत् एव तस्य किमस्ति तत्र नमादमः खलु तत्र नमागमः भवति उदीप्यति इति कृत्वा न भवति अतः न कृते खलु इत्यनेन अतः युष्पत्योगस्तु इति अस्ति हल्यापुत्रेत्यार्थकर्मल् इत्यनेन तस्य लोपः भवति युष्पत् अथवा युष्पत् इति रूपम् अनन्तरं युष्पत्योग इति अस्ति तत्र युष्पत्योग औ तत्र तत्र युष्पतौ इति कथं भवति औ इति अस्ति खलु तत् युष्पतौ अत्र किमपि केवलं तत्र पदसंज्ञा नास्ति युष्पतौ एव भवति केवलं वर्णमेलनं युष्पत् योगः औ युष्पत् योग अस्ति जप् खलु युष्पत् योग अतः तत्रापि युष्पतः अपि च सकारस्य ऋत्वं विसर्जस्य युष्पतः इति भवति युष्पत् योग अम् अत्रापि युष्पतम् इति वर्णमे युष्पत् योग औ युष्पतौ अग्रे षट् इति युष्पतः इति भवति अग्रे युष्पत् योग आ इति अस्ति सा इति अस्ति तत्र त्वम् इत्यस्य तत्र अतः मधुसञ्ज्ञा युष्पदा युष्पत्योगभ्याम् इति अस्ति पदसंज्ञा भवति अतः जलं दशति शक्ति युष्पद्भ्यां युष्पत् अग्रे बिप् इति अस्ति अत्र पदसंज्ञा अस्ति स्वादिष्टतरणं स्थानित्यनेन युष्पद्भिः इति भवति युष्पद्भिः अनन्तरं किमस्ति अत्र अग्रे युष्पत्योग चतुर्थी भवति तत्रापि अचीव तत्र गच्छत् युष्पते इति भवति तत् युष्पत्या युष्पत्यः इति भवति अस्ति तत्र युष्पतः इति तत्र पञ्चमी युष्पतः युष्पत्यां युष्पत्यः इति भवति अनन्तरं षट् इति अस्ति युष्मद्योग तत् युष्म अतः युष्पतः इति भवति युष्पद्योग ओत् इति अस्ति तत्र यचिबाम् इत्यनेन पठनीय न भवति अतः कष्टं न भवति युष्पतोः तति अग्रे आम् इति अस्ति तत्र यचिबाम् इत्यनेन अत्र युष्पताम् इति भवति अनन्तरं युष्पद्योग यचिबम् इत्यस्मिन् न भवति युष्पति युष्पतोः युष्पत्योग सु इति अस्ति तत्र पथनज्ञः भवति तादृशकरणस्थानिञ्जनेन तत्र सु इति अस्ति अतः एचिवं न कार्यं भवति अतः पथनज्ञा अस्ति युष्पत्योग सु इति अस्ति तत्रापि तत्र किं भवति चत्वारं युष्पत्ति युष्पत्येव सु इति अस्ति युष्पत्सु इति तावत् सम्यक् अत्र यचिबम् इत्यस्य मुख्यसूत्रं तदाश्रितसूत्रं किमपि नास्ति परन्तु जलां जशन्ते इत्यनेन यत् कार्यं भवति पदसंज्ञायाः तद् न भवति तावदेव तदेव सत्यं तावदेव कार्यं तदेव जुगोत्यादिगणे चिन्तनं धन्यवादः महोदय विजया भगिनी इदानीं सम्यक् अस्ति वा ध्वनिः भवत्याः किमपि डिस्टर्बेन्स् अस्ति भगिनी भवत्याः ध्वनिः न श्रूयते परन्तु डिस्टर्बेन्स् श्रूयते. भगिनी प्रायः लाग् औट् कृत्वा पुनः योजयतु भगिनि सम्यक् भवति. अरुणा भगिनी पठति वा अगादिगणस्य सप्तधातवः इति. अगादिगणस्य सप्तधातवः सप्त अत्यन्तः सन्ति अतः तेषामपि निर्मातम् अनुषिक्तः सूत्रेण वयम् अगादिकाण्डे पठितवन्तः. अत्र सामान्यतया व्यक्तं न भवति अगादिकाण्डे, परन्तु सप्तदातव अत्यन्तदातव अस्ति. तत्रापि उपाध्यादिकाण्डे एव निर्मातं न भवति नाभ्यन्ताच्छतुः इति सूत्रेण. तदनन्तरं जजित्यादयः षट् जागृ आदयः षट् धातवः सप्तमश्च इत्येषाम् अभ्यस्तसंज्ञा भवति. इदा अदादिगणे एकः अन्तर्गतः वर्तते तस्मिन् सप्तधातवः सन्ति जज् जागृ दरिद्र चपाश् षाष्ठीं अनेन सूत्रेण येषां धातूनाम् अभ्यस्तसंज्ञा भवति. षट् धातवः अन्ये षट्च सप्तम एते अभ्यस्तसंज्ञा स्युः इति आदिः येषां ते इत्यादयः इति शब्देन चर्च् परामर्शः चर्च् प्रथमार्थम् इत्यादयः प्रथमार्थं षट् प्रथमार्थं त्रिपदिपदमात्रम् उभे अभ्यस्तम् इत्यस्मात् अभ्यस्तम् इत्यनुवृत्तिः अनुवृत्तिसूत्रं चर्च् चित्यादयः षट् अभ्यस्तम् अत्र एकसूत्रमस्ति चर्चित्यादयः षट् अत्र अगादिगणे षट् धातवः युक्तं जागृ इति आरभ्य जागृ जागृ दरिद्रा चकाशास्ति अन्यमस्ति जज् इति धातुः अपि अभ्यस्तसंज्ञा भवति. तदेव तावदेव जक्षित्यादयः षट् इत्यस्य अभ्यस्तसंज्ञा भवति. सामान्यतया अदादिगणे न भवति परन्तु अनेन सूत्रेण भवति. आं भगिनि इदानीं जागृ इति धातुः स्वीकृत्य कथं जाग्रत् जाग्रत् इति रूपम् आगच्छति इति वदतु. तत्र एकमेव वदामि बीदिङ्ग् बेविङ्ग् इति आत्मनेपदी धातवः अतः तत्र शाणच् एव भवति. अतः एव जक्ष जागृ दरिद्रा चकार शाक् पर्यन्तमेव रस्मैपदिनः. जक्ष क्षम्यतां जागृ एव वदतु जाग्रत् इति धातु जागृ धातु जागृ योगः अत् जागृ अत्र नुम् आगमः न भवति सम्यक् अभ्यस्ता अस्ति जागृ उकारः अस्ति जागृ न अत् अस्ति इत्येव अस्ति किल जागृ योगः अत् उकारः अकारः अतः अस्माकं सूत्रं परिचितसूत्रम् सूत्रेण रूपं पररूपं पररूपं किम् एकादशः किमपि वयं विस्मृतवन्तः किल किं किं महोदय पुनः वदतु खलु गुणपरे ओहो न भवति पररूपम् एकादेशः न भवति अस्माकं यन्त्रसन्धिः पर्वनामस्थानशब्दः प्रत्ययः सो सत्यं हल्न्याप्योदीतात् जाग्रत् इति हलन्तं किल सुप्रत्ययः परः अकृत्य एकाल अस्ति अतः सुकृत्वसूत्रेण वा अवसानसूत्रेण जाग्रत् भवति जाग्र जाग्रति एकद्वयम् अस्ति जाग्रयोगः असौ औ अत्रापि औषु औ अत्रापि स्थापनामस्थानम् अस्ति कृत्वा निर्मागमः आगच्छति सङ्गीतकार्यमेव अस्ति जाग्रत् पदसंज्ञा एव जाग्रतौ इति रूपनिष्पन्नं भवति जाग्रतः अत्रापि अकारः जाग्रत् योगः अस्ति प्रथमं इतौ अनेकसूत्रेण जाग्र जाग्रतः जाग्रत तदनन्तरं कृत्वा एकत्रयोः जाग्रतः इति प्रतिष्पन्नं भवति जाग्रतं जाग्रतं प्रथमविभक्ति द्वितीयविभक्ति अपि अत्र जाग्रतं सर्वनामसंज्ञाप्रत्ययः अस्ति ततः केवलं निमागमनुच्छेद्य सूत्रेण जाग्रतम् इति सन्नं भवति जाग्रतो अपि पूर्वकारणे जाग्रतः अपि अस्ति मानते अनन्तरं प्रत्ययारभे वदति वा योगः केवलं का इति सर्वनामस्थान असर्वनामस्थानकर्तयः अनुबन्धनिष्कर्षेण का एव निवसति केवलं वर्णमेव जाग्रता जाग्रत्यां अत्र यामिति सर्वनामस्थानपरिचितः यच्छिपासंज्ञा भवति दासंज्ञा भवति वा तत्र रूपं किम् अन्तिमरूपं भवति जाग्रत्या चकारः आगच्छति किल चकारस्य स्थाने चष्ट्वं भवति किल प्रथमं चष्ट्वं भवति तदनन्तरमेव चष्ट्वं यत्र यत्र भवति जलां चषन्ते इत्यस्य कृते पदसंज्ञा आवश्यकः किल पदसंज्ञा आवश्यकी अतः तत्र पदसंज्ञा अजादिप्रत्ययः अस्ति चेदेव बसंज्ञा अतः जाग्रभ्याम् अत्रापि अत्र निषेधः भवति तदनन्तरं अत्र नासंज्ञा भवति अकार प्रत्यय अपकार तत् भूत्वा केवलं जाग्रतिः तत्रापि अग्रे ने अस्ति अत्रापि जाग्रते च जाग्रते विसर्गः नास्ति जाग्रते जाग्रतः पञ्चमी किल जाग्रत्यः जागृत्यः जाग्रतः जाग्रतोः जाग्रतः जाग्रतोः जाग्रतानां जाग्रतां जाग्रतां जाग्रते जाग्रति जाग्रतौ जाग्रतोः जाग्रतसु सत्यं तत्र षष्ठी बहुवचने नामिति एक सूत्रेण आगच्छति आदेशः सर्वदा तत् न आगच्छति ह्रस्वनध्यापुट् इति किमपि सूत्रम् आसीत् अनेनैव नुट् इति आगमः भवति अत्र न भवति भवदेव समानरीत्या तदपि रूपं यद् अस्ति तदेव पठतु भगिनि जक्षत् जक्षत् करपत् गच्छत् गच्छत् गच्छतौ गच्छतः गच्छतं गच्छतौ गच्छतः गच्छता गच्छत्यां गच्छति गच्छते गच्छत्यां गच्छत्यः गच्छतः गच्छत्यां गच्छत्यां गत्यः गतस्यः गच्छति गच्छति गच्छतयोः गच्छतयोः गच्छतोः गच्छत्सु सत्यं सम्यक् समानरीत्या दरिद्रस्थिति अपि भवति धन्यवादः भगिनि तत्र यदा अहम् उक्तवती दीदिङ् बेबिङ्ग् इति शानच् प्रत्ययः स्वीकरोति तस्मात् तद् वयम् अग्रिमपाठे पठामः विजयाभगिनी इदानीं सम्यक् अस्ति चेत् अग्रिमं पठतु भगिनि नपुंसकलिङ्गे शत्रन्तानां सुबन्तनिर्माणं पुल्लिङ्गम् अभवत् पुल्लिङ्गे तु नवसु गणेषु पञ्च सर्वनामस्थानप्रत्ययेषु नुमागमः भवति जक्षित्यादयः षट् जुहोत्यादिगणे एव नुमागमः नाभ्यस्ता चतुः इत्यनेन तस्य निषेधः भवति अतः न भवति समीचीनं वा इदानीं भगिनि नपुंसकलिङ्गे किं भवति इति पश्यामः आम् इदानीं श्रूयते भगिनि सम्यक् पठतु नपुंसकलिङ्गे शत्रन्तानां सुबन्तनिर्माणं युवादिगणः युवादिगणः चुरादिगणः पचत् युगुगं सु इदानीं मोमो समो नपुंसका इत्येन नपुंसका अङ्गानि सु रूपकं भवति पचत् इति भवति इदानीं जलान् जशोति इत्यनेन पदान्ते चकारस्य जस्त्वं भूत्वा पचत् इति भवति अनन्तरं वा अवसाने इत्यनेन अवसाने जलः विकल्पेन छर् आदेशः भवति अतः पचत् पचत् इति रूपद्वयं भवति भगिनी तत्र स्मोर् नपुंसकात् इति सूत्रस्य विवरणम् अधः अस्ति तत् पठति वा सप्तमाध्याये प्रथमपादे त्रयोविंशतिः इति सूत्रे इति सूत्रम् तत्र नपुंसकात् अङ्गात् सु अम् इत्यनयोः लुक् लोपः भवति सुच्च अम् तयोरितिरेकरद्वन्द्वः त्वमौ तयोः त्वमोः त्वमोः षष्ट्यन्तं नपुंसकात् पञ्चम्यन्तं द्विपदमिदं पूर्वं षड्यो लो षड्यो लोक् इति इत्यस्मात् लुक् इत्यस्य अनुवृत्ति अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गद्विसमोः लुक् अत्र त्वमो नपुंसकात् अङ्गात् नपुंसकात् अङ्गात् सु अम् सु प्रथमविभक्ति एकवचनं अम् इति द्वितीयविभक्ति एकवचनं तत्र लुक् भवति इति तत्र त्वमो नपुंसकात् इति सूत्रं भवति अतः तत् तावदेव परिपत्नी अत्र अतः तत्र किं भवति पचत् योगः सु इत्यत्र पचत् इति अत्र लोपः भूत्वा पचत् भवति अनन्तरं जलं जिषन्ति इति सूत्रेण पचत् इति भवति अतः रूपं द्वयं वा अवसाने इत्यनेन चर् भवति अतः तत्र पचत् इति भवति पूर्वं जलं जिषन्ति इत्यनेन पचत् इति भवति नपुंसकाकारस्य प्रथमद्वितीया एकवचनस्य सु अम् प्रत्ययोः लुक् भवति सत्यम् अग्रिमम् इदानीं पचत् योगः औ नपुंसकात् च इत्यनेन औ स्थाने शी भवति अतः शी इत्युक्ते पचत् योगः शी लशित कथिति इत्यनेन अनुबन्धलोपानुसरं तत्र शकर् इत्यस्य लोपः भूत्वा ई एव तिष्ठति इदानीं पचत् योगः ई अन्ताधिपच्च इत्यनेन पच् अङ्गमस्ति शपस्य तपस्यनोर्नित्यं सक्ष्यनोर्नित्यम् इत्यनेन श्रीकृते परे अस्ति चेत् सक्ष्यन् प्रत्ययोः आवर्णात् अङ्गात् शक्रन्त अङ्गस्य सक्रन्त अङ्गस्य नित्यं नुम् आगमः भवति विदचोऽन्त्यात् परः इत्यनेन नुम् अन्त्यात् स्वरात् परे पचन्त् योगः ई इदानीं नच् पदान्तस्य जलि इत्यनेन जलि अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारः आदेशः भवति अनन्तरम् अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि अनुस्वारस्य स्थाने परसवर्णः आदेशः भवति इदानीं पचन्ति योगः ई वर्णमेलनेन पचन्ति इति भवति तत्रापि नपुंसकच्च सूत्रं पठित्वा आगत्य वदतु भगिनि नपुंसकाच्च नपुंसकाच्च एतदपि सप्तम अध्याये प्रथमपादे एकोनविंशति इति सूत्रतममस्ति अत्र नपुंसकात् अङ्गात् औ प्रत्ययस्य स्थाने षि आदेशः भवति अस्तु नपुंसकात् पञ्चम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रम् औङ् आपः इत्यस्मात् औङ्गः इत्यस्य अनुवृत्तिः जशषि इत्यस्मात् इषि इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नपुंसकात् अङ्गात् औङ्गः षि इति अत्र नपुंसकात् अङ्गात् नपुंसक अङ्गात् अङ्गात् औ प्रत्यये स्थाने मम प्रथमविभक्तिः द्विवचनम् अस्ति चेत् अत्र औ स्थाने षि आदेशः भवति नपुंसकात् इति सूत्रेण अनन्तरम् अतः किं भवति अत्र अत्र औस्थाने शी भवति अनन्तरं शी इति तत्र इदानीम् अत्र गच्छेमः चेत् इदानीम् औस्थाने शी पचत् इति भवति तत्र स्थाने औस्थाने शी आगच्छति इदानीं लशकचतिथि इति सूत्रेण शकरस्य लोपः भूत्वा शी ई एव तिष्ठति इदानीं पचत् योगः ई भवति अन्ताधिवच इत्यनेन पच् अङ्गमस्ति अतः अनन्तरं तत् सूत्रमपि अधः अस्ति अन्तादिवच्च इति तदपि पठतु. अन्तादिवच्च एतत् षष्ठम अध्याये प्रथमपादे पञ्चाशीति तमसूत्रं पूर्वपरयोः यः एकादेशः भवति सः पूर्ववर्ती वर्णसमुदायस्य अन्त्यभागः अपि च परवर्ती वर्णसमुदायस्य आदिमभागः. अन्तश्च आदिश्च अन्तादि इतरेतरद्वर्मः अन्ताधिभ्यां तुल्यम् अन्तादिवत् अन्तादिवत् अव्ययपदं च अव्ययपदम् अन्तादिवत् अपि अव्ययपदं वा भगिनि वत् आगच्छति अर्थः वा प्रत्ययः सत्यं सत्यम् अन्तादिवत् अव्ययपदं च अव्ययपदं द्विपदमिदं सूत्रम् एकः पूर्वपरयोः इत्यस्य अधिकारः अनुवर्तितस्य सूत्रम् एकः पूर्वपरयोः अन्तादिवच्च इति अन्तादिवच्च इत्युक्ते पूर्वपरयोः यः एकः आदेशः भवति पूर्ववर्णः वा परवर्णः वा यत्र एकः एव आदेशः भवति पूर्ववर्ती वर्णसमुदायस्य अन्त्यभागः अपि पूर्ववर्ती वर्णसमुदायस्य आदिमभागः इति भवति. अत्र अन्ये शम्प शनोर् नित्यम् एतदपि पठामि वा भगिनि तत् पठतु अनन्तरं वयम् अष्टाध्यायी डाट् काम् मध्ये अन्तादिवच्च पूर्णतया पठामः सक्षणोर् नित्यम् इति शीप्रत्ययः वा नदीप्रत्ययः परे अस्ति चेत् शक्ष्यन् प्रत्ययोः आवर्णात् अङ्गात् शत्रन्त अङ्गस्य नित्यं आगमः भवति. शप् च शन् च तयोर् इतरेतरद्वर्गः शप्शनौ तयोः शप्शनोः शप्शनोः षष्ट्यन्तं नित्यं क्रियाविशेषणं द्वितीयान्तम् आचीन आचीनद्योर्नुम् इत्यस्मात् आत् क्षीणद्योः नुम् नाभ्यस्ताच्छत्तुः इत्यस्मात् शतुः इत्येषाम् अनुवृत्ति अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं सप्शनोः आत् शतुः अङ्गस्य नित्यं नु शीनद्योः नदीसंज्ञा नाम नीप् नीष् नी एते स्त्रीप्रत्ययाः सर्वत्र ई एव तिष्ठति. अत्र अनन्तरं जशषी अपि पठामि वा भगिनि एतदपि अत्र लिङ्क् अस्ति खलु तत्र अस्मिन् आमां परन्तु तत्तु बहुवचने आगच्छति किल वयम् अन्तादिवच्च पठित्वा अत्र पुनः आगच्छामः. अस्तु इदानीं पर्यन्तं किं दृष्टवन्तः पचत्योगः औ नपुंसकाच इत्यनेन औस्थाने षि पचत्योगः षि पचत्योगः इ इति अनुबन्धलोपानन्तरं तत्र एव अस्माकम् अन्तादिवच्च इति सूत्रस्य प्रसक्तिः अनेन पच तत्र तद् किं वदति इत्युक्ते पच इत्येव अङ्गं स्वीकृत्य शप्शनो नित्यम् इति सूत्रस्य प्रसक्तिः इति वदति. तत्र वयं पूर्वभागं स्वीकृतवन्तः वा परभागं स्वीकृतवन्तः वा इत्येव अन्तादिवच्च इति सूत्रस्य महत्त्वं तत्र किञ्चित् पठामः. 6125 अष्टाध्यायी डाट् काम् मध्ये. धन्यवादः विद्याभगिनी. महोदय पठति वा 85 भगिनि 85 किम् उक्तवती अहं 25 उक्तवती वा 85 उषा भगिनी पठति वा आं भगिनि अन्तादिवच्च पदच्छेदः एकपूर्वपरयोः सन्देहः भवति सूत्रार्थः एक तत्र सूत्रप्रकारः अतिदेशसूत्रम् अस्तु अतिदेशसूत्रम् आम् अनन्तरं सूत्रार्थः एकः पूर्वपरयोः अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत् तथा परशब्दस्य आदिवर्णवत् अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत् तथा परशब्दस्य आदिवर्णवत् भवति. एकः पूर्वपरयोः अस्मिन् अधिकारे विद्यमानैः सूत्रैः उक्ताः आदेशाः पूर्वपरशब्दयोः स्थाने एकदेशरूपेण विधीयन्ते. एते आदेशाः पूर्वशब्दस्य अन्तिमवर्णरूपेण गृह्यन्ते, परशब्दस्य च आदिरूपेण अपि गृह्यन्ते इति प्रकृतसूत्रस्य आशयः. कानिचन उदाहरणानि एतादृशानि. भगिनि, तत्र द्वितीय उदाहरणं पठतु. प्रथम उदाहरणस्य विषये वयं बहु किमपि न जानीमः, सूत्रं तु परिचितं नास्ति. बालशब्दस्य द्वितीय उदाहरणं बालशब्दस्य प्रथम द्विवचनस्य रूपे बालयोगः औ इत्यत्र वृद्धिरेचि इति वृद्धि एकादेशकृते बालौ इति सिद्ध्यति. अत्र अकारः औकारयोः एकादेशः कृतः दृश्यते. अयम् एकादेशः अत्र परशब्दस्य औ इत्यस्य आदिवर्णवत् भवति. अतः औ इति परशब्दस्य सुप्रत्ययत्वम् औ इति एकादेशे अपि अतिदिश्यते, येन बालौ इति शब्दः सुबन्तत्वं स्वीकरोति, अतश्च पदसंज्ञाम् अपि प्राप्नोति. अवगतं वा? प्रयत्नं करोमि भगिनि. बालयोगः औ इत्यत्र वृद्धिरेचि इति सूत्रस्य प्रसक्तिः अस्ति. वृद्धिः एकादेश एव भवति. वृद्धिरेचि एकपूर्वपरयोः अधिकारे अस्ति. एकपूर्वपरयोः वृद्धि आदेशः एव भवति. अयोगः औ इति स्थिते औ इति अत्र अकारः औकारयोः एकादेशः कृतः दृश्यते. अयम् एकादेशः अत्र परशब्दस्य औ इत्यस्य आदिवर्णवत् भवति. औ एव भवति वै आदिवर्णवत् इत्युक्ते इव इति अर्थः. आं भगिनि, औ एव अस्ति. न, तादृशं नास्ति. यद् आदेशः भवति तत्र पूर्वपरयोः स्थाने आदेशः भवति. अवगतं वा? बालयोगः औ, इदानीम् अकार औकारयोः स्थाने औकारः इति आदेशः औ इति वृद्धिसंज्ञकः औ, नाट् दिस् प्रत्यय औ, वृद्धिसंज्ञक औ औ इति आदेशः भवति. एतद् आदेशः पूर्वशब्दस्यापि पूर्वशब्दवत् अपि भवितुमर्हति, परशब्दवत् अपि भवितुमर्हति. सो पूर्वशब्दवत् इत्युक्ते आकारवत् इव, आकार इव. सो अयं द क्वश्चन् इस् इस् इट् रीप्लेसिङ्ग् फोर् अकार अण्ड् औकार. सो इट् हेस् द प्रापर्टीस् आफ् द अकार आर् द प्रापर्टीस् आफ् द औकार इस् द क्वश्चन्. तत्र पूर्वशब्दस्य आकारस्य प्रापर्टीस् अतिदिश्यते वा, औकारस्य प्रापर्टीस् अतिदिश्यते वा इति प्रश्नः. सो बट् इट् केन् बि पूर्वम् अथवा कर. सो कण्ठो कण्ठव कण्ठः वा अथवा कण्ठोष्ठं वा इति. अतः तत्र किं भवति इत्युक्ते सूत्रस्य कृते अतिदेशसूत्रं किल, सूत्रस्य यद् अतिदेशसूत्रं इति सपोर्टिङ्ग् सूत्रम् आरोपणमेव. सो तत्र यत् सुबन्तत्वम् इदानीं मम कृते पदसंज्ञा आवश्यकं, सुबन्तत्वम् आवश्यकम्. अतः तत् अहम् अन्तादिवत् स्वीकरोमि. औकारस्य सुबन्तत्वमस्ति, अतः तद् स्वीकृत्य पदसंज्ञा इति तत्र आरोपणीयम्. औ इति प्रत्ययः तत्र अन्तादिवत् अस्ति इति स्वीकृत्य तत्र सुप्रत्ययः, औ इति सुप्रत्ययः किल, तत्र अहम् आरोपणं कृत्वा तत्र पदसंज्ञा प्राप्तम्. सो इट् अन्तादिवत् आदिवत् इति कथम् अहं निर्णयं करोमि इत्युक्ते इट् डिपेण्ड्स् आन् द विधिसूत्र. तस्य किम् आवश्यकम् इति इत्यस्य आधारेण आरोपणीयम्, अन्तादिवत् भवति वा आदिवत् भवति वा इति. तत्र सन्धिसूत्रम् एकमासीत् तत्र न दत्तम् इति अस्तु. ब्रह्मऋषिः इति अपि पठतु तत्र अन्तवत् भावः आदिवत् भावः विवक्षां न अनुसरोति तत् पठत्वं प्रकृतसूत्रेण. प्रकृतसूत्रेण उक्तः आदिवत् भावः तथा च अन्तवत् भावः कार्यादिदेशार्थं यत्र यत्र सम्भवति तत्र तत्र सर्वत्र अवश्यं भवति. अयं न हि वैयाकरणस्य विवक्षाम् अनुसरति. इत्युक्ते यदि आदिवद्भावम् अन्तवत् अथवा अन्तवद्भावम् उपयुज्य अनिष्टं रूपं सम्भवति तर्हि तस्य निवारणार्थं विशेषः यत्नः आवश्यकः एव वर्तते. न हि एतादृशेषु स्थलेषु तस्य आदिवद्भावस्य अन्तवद्भावस्य वा अविवक्षां कर्तुं शक्यते. अस्य द्वे उदाहरणे एतादृशे उदाहरणं पठित्वा अवगन्तुं प्रयत्नं कुर्मः. ब्रह्मयोगः ऋषिः, ब्रह्मयोगः ऋषिः इत्यत्र आद्गुणः इत्यनेन गुणः एकादेशः कृते ब्रह्मर्षिः इति शब्दः सिद्ध्यति. आकार ऋकारः ब्रह्मर्षिः इति शब्दः सिद्ध्यति. अत्र अर् इति एकादेशः पूर्वस्य अन्तवत् स्वीकृत्य ब्रह्मर्षि इति विभजनं क्रियते चेत् पदान्तरेपस्य करवसानयो विसर्जनीयः इत्यनेन अनिष्टः विसर्गादेशः सम्भवति. ब्रह्मर् योगः षि इति विभजनं क्रियते चेत् पदान्तरेपस्य ब्रह्मर् इति पदान्तरेप करवसानयो विसर्जनीय शकारः कर् सो इत्यनेन अनिष्टविसर्गादेशः सम्भवति. एतादृशस्य अनिष्टस्य विसर्गादेशस्य निवारणं कर्तुम् अत्र अन्तवत् भावस्य स्थाने आदिवत् भावम् एव स्वीकुर्मः इति विवक्षां न कर्तुं शक्यते. अत्र प्राप्तस्य अनिष्टविसर्गस्य यथोचितं निवारणं कर्तव्यम् एव. अत एव सिद्धान्तकौमुद्यां दीक्षितः करवसानयो विसर्जनीयः इत्यत्र उभयतर्क्षु कर्तरि षर्षि देवतयोः इति निर्दिशात् इत्यत्र उभयतर्क्षु कर्तरि षष्टिदेवतयोः इति निर्देशात् इति पाणिनिना स्वयमेव उभयतर्षु अस्मिन् सूत्रे उभयतर्षु इति सूत्रे उत कर्तरि षष्टिदेवतयोः अस्मिन् सूत्रे अर् इति एकादेशं कृत्वा ओ पाणिनिना एकादेशं कर् अर् देन् कर्तरि चर् चर् ओके अर् इति एकादेशं कृत्वा ततः रेपस्य विसर्गादेशः न क्रियते अतः एकादेशे कृते रेपस्य विसर्ग अभावः पाणिनिसम्मतः एव अस्ति इति मत्वा अत्र रेपस्य विसर्गादेशस्य अनिष्टापत्तिः निवारयितुं शक्यते इति अत्र दीक्षितस्य आशयः अस्ति सः वदति यदा पाणिनिना सूत्रे एव तत्र अर् इत्यस्य विसर्गादेशः न कृतः अतः वयमपि तादृशं न कर्तुं शक्नुमः इति तत्र ब्रह्मर्षि इत्यत्र तत्र ब्रह्मर् योगः षि इति वयं छेदं कुर्मः इदानीम् एकादेशः भवति तत्र एकादेशः पूर्ववत्वा परवत्वा इति चिन्तनम् आदिमवत्वा अन्त्यवत्वा इति चिन्तनेन तत्र ब्रह्मर् योगः षिः षि इति कुर्मः चेत् अन्तादि अन्तवत् इति स्वीकृत्य स्वीकुर्मः चेत् तत्र करवसाने उपसर्जनीयः इत्यस्य प्रसक्तिः तु अस्ति एव अवसाने परे किल सर्वर्णस्य तत्र विसर्जनीयः भवितुमर्हति परन्तु तादृशं वयम् अतः तस्य निवारणार्थं वयम् एतद् न वक्तुं शक्नुमः तद् आदिवत् स्वीकरोतु तादृशं राण्डम्लि वयं न वक्तुं शक्नुमः तत्र किमपि तत्र इतोपि एकम् उदाहरणम् आसीत् अहं यदा आगच्छति तदा अहं वदामि यः सन्धिकाटे आसीत् तदहं यदा तत् प्राप्तं चेत् अहं मेल् मध्ये प्रेषयिष्यामि तदेव तद् अन्तादिवत् आदिवत् अन्तादिवच्च इत्यनेन किं कृतम् इदानीम् इत्युक्ते तच इति अङ्गं स्वीकृतं तच्छत् इति तत्र एकादेशः अभवत् किल तच्छत् इति तच्छत् इति प्रातिपदिकं तत्र कथं सिद्धम् इत्युक्ते तत्र वयं एकादेशः कृतवन्तः किल तत्र अन्तादिवत् च इत्यनेन तच इति अङ्गं स्वीकृत्य षक्षणो नित्यम् इत्यनेन तत्र शीपर प्रत्ययः परः अस्ति षक्षन् प्रत्ययः अस्ति इति कृत्वा तत्र निमागमः कुर्मः तदेव तत्र विषयः तदेव तत्र तत्र किं किमर्थं तद् अन्तादिवच्च इत्युक्ते षक्षणो नित्यम् इत्यस्य प्रसक्त्यर्थम् षक्षणो नित्यं कदा भवति इत्युक्ते तत्र शप् वा श्यन् वा प्रत्ययः परः अस्ति चेत् तत्र षि इति प्रत्ययः परः अस्ति षक्षन् प्रत्ययोः अवर्णान्तात् अङ्गात् चक्रान्तस्य नित्यं नु अतः नुं भवति अतः पचन्ति इति द्विवचने रुचि पचन्ति मित्रे तदवगतं किल किमर्थम् अन्तादिवच्च इति समीचीनम् अस्तु धन्यवादः भगिनि अरुणा भगिनि अग्रिमं चस् इति पठन्तु अनन्तरं समापयामि अस्ति वा अरुणा भगिनि किं किं पठने भगिनि पचत् योगः जस् सु अभवत् सु औ अभवत् जस् तृतीयं जस् इति सर्वनाम सर्वनाम न तत्र नपुंसकलिङ्गे तत् पठतु भगिनि जशस्रोहोषि सूत्रं दत्तम् तत्र प्रक्रिया प्रदर्शितं करपत्रे जशोषि नपुंसकात् अङ्गात् चष् षष् इत्यनयोः स्थाने षि आदेशो यश्च षश्च तयोः इतरेतर द्वन्द्वः जस्सो तयोः जस्सोः जस्सोः तस्तन्तं शिशिप्रथमान्तं द्विपदनिकसूत्रम् अङ्गत्यकवितारः अनुभूतिपैकसूत्रं नपुंसकात् अङ्गात् जस्सोः षि सूत्रमस्ति जस्सोषि सप्तमध्याये प्रथमपादे द्विविंशतितं सूत्रं नपुंसकात् अङ्गात् जस्सोः स्थाने षि आदेशः अत्र दत्तं नपुंसकलिङ्गे प्रथमाविंशतिपदवचनं द्वितीयविंशतिपदवचनं स्थाने षि जस् इति प्रथमाविंशति बहुवचनं प्रत्ययः षस् इति द्वितीयाविंशति प्रत्ययः तयोः स्थाने षि आदेशः तत्र पूर्वं प्रक्रिया अस्ति भगिनि तद् पठति वा पठत् योगः जस् पचत् योगः जस् जस् असोः षि इत्यनेन नपुंसकात् अङ्गात् जस् स्थाने षि आदेशः पचत् योगः षि असत्पद्धतिरेचलेन अनुबन्धलोपः पचत् योगाति षि सर्वनामस्थानम् इत्यनेन षि इति आदेशस्य सर्वनामसंज्ञ नपुंसकस्य कलजः इत्यनेन नपुंसकलिङ्गे सर्वनामस्थाने परे जलं सङ्गस्य लुम् आगमः मिदतो अन्त्यात् स्वरः इत्यनेन लुम् अन्त्यन् अन्त्यात् स्वरात् परे पचन् पचन् युवति नश्च पदान्तस्य चलि इत्यनेन चलि अपदान्तस्य मकारस्य मकारस्थाने अनुस्वार आदेशः अनुस्वरस्य परसपदिपूर्ण ययि अनुस्वरस्थाने परमस्थवन्यादेशः पचन् योगति वर्णमेन पचन्ति अत्र पचन्ति सूत्रमस्ति जस्सोषि इति प्रेम जस् स्थाने षि आगच्छति अनुबन्ध लोकमनन्तरम् इ एव अवशिष्यति षट्पदिकेन षकारः भवति षि सर्वनामस्थानम् इति वयं पूर्वं दत्तवन्तः सर्वनामसंज्ञा भवति ततः नपुंसकस्य जलचः इत्यनेन नपुंसकलिङ्गे सर्वनामस्थाने परे जलं प्रकाशे लुम् आगमः लुम् आगमः विदचोन्तस्य स्वरः इति सूत्रेण अन्त्य अन्त्यात् स्वरात् परे एव भवति सः पचन् इति अत्र आगच्छति नश्च पदार्थस्य चलि एतत् सूत्रेण नकार जल् पदार्थस्य नकारस्य नकारं कृत्वा अनुस्वर आदेशः भवति अनुस्वर तदनन्तरम् अनुस्वरस्य विपरसवर्णः इदनेन अनुस्वरस्य स्थाने परसवर्ण आदेशः भवति नकार अत्र पञ्चमवर्णः नकार एव ततः पचन्त्येव पुनः भवति तदनन्तरं पचन्ति एव इति पचन्ति एव अग्रे अपि पठतु भवति देयं यत् अत्र देयं यत् अत्र गतिचां सर्वनामस्थाने अपाचरतिः अपि अस्ति परन्तु नपुंसकञ्चलतः इत्यस्य पदं वदति वा सामान्यतः पुंलिङ्गे अपि उक्तवन्तः विदितां सर्वनामस्थाने अपाचरतिचित्रेण प्राप्ति अस्ति परन्तु नपुंसकलिङ्गे अन्यसूत्रमस्ति पदसूत्रं पदमित्यूत्रेण नपुंसकस्य चर्चः इति कार्यं करोति सत्यं तत्रापि नुमागमः एव विधीयते परन्तु परसूत्रमस्ति नपुंसकस्य जलजः इति अनेन अस्य कार्यं भवति रूपाणि एकवारं पठतु भगिनि अग्रिमसप्ताहे वयं रूपसाधनं कुर्मः प्रथमा द्वितीय पचत् वा पचत् पचन्ति पचन्ति मित्राणि पचन् पठद् मित्रं पठन्ति मित्रे पठन्ति मित्रम् अतः तत्र भुवादौ दिवादौ चुरादौ एव वयम् अस्मिन् यत् यत्किमपि इदानीं पठितवन्तः भुवादि दिवादि चुरादिगणे एव अतः तत्र किञ्चित् चिन्तनं प्रक्रियां साधयतु अनन्तरम् अपि किं भवति इति गृहपाठरूपेण साधयतु पचत् इति अस्ति दीव्यत् इति अस्ति चोरयत् इति अपि अस्ति प्रक्रियां साधयतु अग्रिमसप्ताहे वयम् अग्रे वरामः धन्यवादः धन्यवादः धन्यवादः शुभरात्रिः धन्यवादः